सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. अस्माकं प्रवर्तमानविषयः अस्ति तत्र अभावः. अभावस्य चतुर्विधाः सन्ति इति वयं दृष्टवन्तः. तत्र प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः इति वयं दृष्टवन्तः. तत्र अत्यन्ताभावः अपि अन्योन्याभावः ते तु भिन्नाः इति जानीमः, किन्तु तत्र तद् सम्यक्तया वक्तव्यम् अस्ति इति कृत्वा तत्र गृहपाठः मया प्रेषितः. तत्र कुर्वन्तु, चित्रं लिखन्तु इति अनेके कृतवन्तः. ये न कृतवन्तः कृपया कृत्वा प्रेषयन्तु. बहु लाभः अस्ति तेन तत्र चित्रस्य निर्माणेन. तत्र किं किं के अंशाः सन्ति, के अंशाः स्मर्तव्यः इति सर्वं भवति. अतः तत्र कृपया कृत्वा यदि दोषाः सन्ति चेत् चिन्ता मास्तु. तत्र वर्गस्य किं लक्ष्यम् एतदेव अस्ति नाम तत्र सर्वं जानीयुः इति, खलु? अहमपि बहु किमपि न जानामि. तत्र मयापि किमपि तत्र पठितव्यम् अस्ति एव. अतः तत्र कृपया प्रेषयन्तु. अपि अन्यः तत्र पूर्वं मया तत्र क्विज् इति रूपेण, तत्र गृहपाठं क्विज् इति रूपेण प्रतिसप्ताहं प्रेषितम् आसीत्, किन्तु सर्वे ज्ञातवन्तः वा तत्र क्विज् इति अस्ति, तत् कर्तुं यदि कुर्मः समीचीनं भवति? न जानामि महोदय, कुत्र अस्ति? हा अस्तु, तत्र के न ज्ञातवन्तः तत्र क्विज् इति एकम् अस्ति इति. अस्तु, मया कृतं द्वे कृतं, परन्तु ऐ डोण्ट् नो इफ् देयर् एनिथिङ्ग् पास्ट् दट् ऐ एम् नाट् श्योर्. अस्तु, धन्यवादः भगिनि. हा अस्तु, अतः तत्र यदि क्विज् रूपं गृहपाठः भवेत् तत्र कृपया प्रेषयन्तु. तत्र एकं मेसेज् प्रेषयन्तु. तत्र यदि तत्र अनेके जनाः इच्छन्ति तत्र अस्तु क्विज् भवतु इति, तदा अहं तत्र तस्य निर्माणं करोमि. नो चेत् तत्र लाभः नास्ति. निर्माणमस्ति यदि न कोऽपि करोति किमर्थम्? अस्तु, तर्हि इदानीम् अग्रे सरामः. किञ्चित् तत्र अद्य सुधा भगिन्याः महोदय भगिनि, वयं दृष्टामः न किम् अर्थं सम्यक्तया वा. सत्यं भगिनि, सत्यं सत्यं. तत्र क्विज् नाम सरलप्रश्नाः सरलाः भवन्ति, किन्तु तेन तत्र अग्रिमवर्गे यदि वयं तत्र अग्रिमवर्गात् पूर्वदिनं यदि वयं कुर्मः तत्र लाभः भवति, पुनस्मरणं भवति मनसि इति. अस्तु, तर्हि तत्र अद्य सुधा भगिन्याः उपस्थापनम् अस्ति, किन्तु तत्र सप्ताहद्वयम् अभवत् मध्ये इति कृत्वा किञ्चित् तस्य उपस्थापनात् प्राक् किञ्चित् अहं वक्तुम् इच्छामि. तत्र अन्योन्याभावः अस्ति, अत्यन्ताभावः अस्ति. अन्योन्याभावः इति नूतनविषयः, अत्यन्ताभावः वयं पूर्वमेव दृष्टवन्तः. तत्र नाम घटः तत्र उत्पीठिकायां नास्ति इत्युक्ते तत्र अत्यन्ताभावः. अन्योन्याभावः तत्र उत्पीठिका साक्षात् घटः नास्ति इति एव. तत्र भेदः उत्पीठिका घटः नास्ति, उत्पीठिका घटात् भिन्नः पदार्थः इति एव. तत्र घटभेदः घटात् भिन्नः इति एव अन्योन्य अभावः. घटभेदः नाम घटात् भिन्नः, तत्सर्वं तत् घटं विहाय तद् अभावः, तत् भेदः सर्वत्र वर्तते यतो इति. किन्तु अत्यन्ताभावः तत्र इदानीं घटः उत्पीठिकायां नास्ति, घटस्य आनयनेन सः अभावः नश्यति. अत्र किं भवति, घटाभावः अत्यन्ताभावः केवलम् उत्पीठिकायाम् एव वर्तते, अपि तस्य नाशः भवितुम् अर्हति, किन्तु अन्योन्याभावः नाम घटात् भिन्नः, तत्र सः अभावः पटे वर्तते, सः अभावः तु नित्यः, यतोहि तत्र न कोऽपि उपायः वर्तते येन पटः घटः भवति इति कृत्वा. अतः तत्र अन्योन्याभावः अत्यन्ताभावः तयोः मध्ये भेदः वर्तते इति सम्यक्तया मनसि स्थापयन्तु. अस्तु तर्हि इदानीं अग्रेसरः सुधा भगिनी कृपया अग्रे. अस्तु महोदय, नमस्कारः महोदय. नमस्कार, श्रूयते वा? श्रूयते भगिनी, श्रूयते. अस्तु, नमस्सर्वेभ्यः. वयं सप्ताहद्वयं पूर्वं यान् विषयान् अधीतवन्तः तेषां पुनस्मरणम् इदानीं कुर्मः. यथा महोदयेन उक्तम्, अभावः चतुर्विधम् इति वयं जानीमः. अभावाः कथं निरूपिताः इत्यपि दृष्टवन्तः. इदानीं पर्यन्तम् अस्माकम् अवगमनम् अस्ति अभावस्थले प्रतियोगी अनियोगी इति संज्ञा भवति इति. यत्र अभावः स अनियोगी, यस्य अभावः स प्रतियोगी. अत्र अभावनिष्ठविरोधः अनियोगिता इति अपि अस्माभिः पठितम्. किन्तु न्यायग्रन्थेषु अन्यत्र अपि अनियोगी इति व्यवहारः दृश्यते. कुत्र इत्युक्तौ, अधिकरणस्य अपि अनियोगी इति संज्ञा दीयते. यथा भूतलं घटानियोगी इति वदामश्चेत्, अत्र भूतलम् अनियोगी चेत् अनियोगिता भूतले वर्तते. इयम् अनियोगिता अभावनिष्ठविरोधः नास्ति, किन्तु अधिकरणनिष्ठधर्म अधिकरणता एव इति अर्थः स्वीकरणीयः. एताञ्च अधिकरणतारूपाम् अनियोगितां स्वीकृत्य अत्यन्त अन्योन्या अभावयोः भिन्नता का इति सम्प्रदायरीत्या वर्णितम् अस्ति. अत्र उदाहरणत्रयं स्वीकुर्मः. प्रथम उदाहरणम् अस्ति भूतले घटः नास्ति इति वाक्यम् अत्यन्ताभावः बोधयति. तदेव वाक्यं भिन्नरीत्या भूतले घटाभावः अस्ति इति अपि वक्तुं शक्नुमः. अत्र अभावप्रतियोगिता घटे वर्तते, अतः घटः प्रतियोगी, अतः तस्य प्रथमा विभक्ति भवति. अभाव अनियोगी भूतलम् इति एव मुख्यवाक्यम् अस्ति. अत्र अभाव अनियोगी भूतलम् इत्युक्ते साक्षात् भूतलम् अभाव अनियोगी इति न, परन्तु अभावस्य अधिकरणं भूतलम् इति एव स्वीकरणीयः. अधिकरणता भूतले वर्तते, अतः भूतलम् इति सप्तमी विभक्तौ भवति. अतः एव भूतले घटः नास्ति इति अत्यन्ताभावः बोधयति. द्वितीय अत्र भूतले घटः नास्ति इति वाक्ये भूतलम् इति नपुंसकलिङ्गपदम् अस्ति. अतः अभाव अनियोगी इति ह्रस्व इकारान्तः अस्ति. अन्यत् उदाहरणम् अस्ति वायौ रूपं नास्ति इति. अत्र वायुः इति पुंलिङ्गपदम् अस्ति. अत्र रूपं प्रतियोगी, तस्य प्रथमा विभक्तिः भवति. एतद्वाक्यं भिन्नरीत्या वायौ रूपाभावः वर्तते इति वक्तुं शक्नुमः. अतः वायुः अधिकरणं भवति, वायौ अधिकरणता वर्तते. अतः तस्य सप्तमी विभक्तिः भवति. रूपाभाव अनियोगी इति दीर्घ इकारान्त पदं भवति. रूपाभाव अनियोगी वायुः इति. तृतीय उदाहरणम् अस्ति उत्पीठिकायां लेखनी नास्ति इति. अत्र उत्पीठिका इति स्त्रीलिङ्गपदम् अस्ति. अत्र लेखनी प्रतियोगी, तस्य प्रथमा विभक्तिः भवति. उत्पीठिकायां लेखन्याभावः वर्तते इति वक्तुं शक्नुमः. अतः उत्पीठिका अधिकरणं भवति, उत्पीठिकायाम् अधिकरणता वर्तते. अतः तस्य सप्तमी विभक्तिः भवति। लेखन्यानुभाव अनियोगिनी उत्पीठिका इति वक्तुं शक्नुमः, किमर्थं चेत् उत्पीठिका इति स्त्रीलिङ्गपदम् अस्ति। एतावत्पर्यन्तमेव अस्माभिः पठितं गते सप्ताहे। धन्यवादः भगिनी, समीचीनमेव। तत्र धन्यवादः भगिनी, बहु सम्यक् आसीत्। इदानीं सर्वेषां मनसि स्थापितम् अस्ति इति मन्ये। अतः धन्यवादः भगिनी, इदानीम् अग्रे सरामः। तत्र पुनः तत्र मुख्यवाक्यम् अत्र यद्यपि नूतन अद्यतनविषयः अस्ति, तत्र पुटसङ्ख्या 32 मध्ये एव तत्र भेदस्थले इति आरभ्य एव भवेत्, किन्तु पुटसङ्ख्या 31 मध्ये तत्र अन्तिमपरिच्छेदः पुनः एकवारं यदि पठामः तत्र समीचीनं भवति इति मन्ये। शीघ्रतया पठित्वा अग्रे सरामः। तर्हि तत्र इदानीमेव एतत् सत्यं सत्यं किन्तु सत्यं किन्तु तेन लाभः भवति भगिनि। अस्तु, शोभा भगिनि, केवलं तत्र भगिनि तत्र एतद् वाक्यं तत्र अन्तिमपरिच्छेदे एकवारम् अन्तिमपरिच्छेदं पुटसङ्ख्या 31 मध्ये एकवारं पठित्वा, अभाव अनियोगी भूतलम् इति लघुवाक्यं मध्ये अस्ति, तत् स्वशब्दैः किञ्चित् विवृणोतु भगिनि। आम् महोदय, प्रयत्नं करोमि। अत्यन्त अभावस्थले बोधनाय प्रतियोगिवाचकपदस्य प्रथमा अनियोगिवाचकपदस्य च सप्तमी भवति। यथा भूतले घटो नास्ति इति अत्यन्त अभावबोधकः प्रयोगः, अत्र च घटाभावः भूतले अस्ति, अभावप्रतियोगिता घटे। तद्वाचकपदोत्तरं प्रथमा विभक्तिः भवति, अभाव अनुयोगी भूतलम् इति। आम् महोदय, अभाव अनुयोगी सुधा भगिन्या प्रतिपादितं, सुधा भगिनी अवगच्छति, अपि अनेके जनाः अपि अवगच्छन्ति, किन्तु पुनः एकवारं यदि भवति चेत् सर्वे अवगच्छन्ति इति तावदेव तत्र। आम् महोदय, अभाव अनुयोगी भूतलम् विषय अस्ति, अधिकरणस्य अपि भवति अनुयोगी इति संज्ञा इति, तत्र अनुयोगिता इति न अनुयोगी इति संज्ञा भवति। तत्र अत्यन्त अभावस्थले बोधनाय प्रतियोगी वाचकपदस्य प्रथमा भवति, तत्र यथा अत्र घटाभावः भूतले अस्ति, नाम घटः भूतले नास्ति, तत्र प्रतियोगी कः अस्ति तत्र? घटाभावः भूतले अस्ति इत्युक्ते तत्र घटस्य अभावः, घटः नास्ति इति। अस्तु, सत्यं, अतः अभावः प्रतियोगिता घटे, नाम घटः एव अभावस्य प्रतियोगी, यतोहि अभावः कः अभावः? घटाभावः एव खलु? अतः तत्र यदि पदार्थस्य अभावः इति वदामः, सः पदार्थः प्रतियोगी भवति खलु? घटः प्रतियोगी, घटस्य अभावः अनियोगी खलु? अस्तु, तत्र अतः तत्र घटः भूतले नास्ति इति, तत्र घटः प्रथमा विभक्त्यन्तम् अस्ति खलु? घटः भूतले, तत्र घटः भूतले नास्ति इति उक्तत्वात् घटः इति प्रथमा विभक्तिः भवति, भूतले इति सप्तमी विभक्ति, एतेन तत्र प्रतियोगी वाचकशब्दः भवति, पदं भवति घटः अतः तत्र प्रथमा भवति अपि च भूतले सप्तमी किं महोदय वदतु न न अतः सारांशः कः तत्र प्रतियोगी वाचकपदस्य तत्र प्रथमा न न प्रतियोगिवाचकपदस्य प्रथमा विभक्ति प्रतियोगिपदस्य प्रथमा विभक्तिः भवति अनियोगिपदस्य सप्तमी विभक्तिः भवति तत्र सप्तमी विभक्ति यत्र भवति तत् अधिकरणं भवति भूतले घट समीचीनं हा किन्तु अत्र अग्रे अधिकरणम् अधिकरणं भूतलम् इति उक्तत्वात् भूतलम् अधिकरणं भवति अभावस्य अधिकरणम् इति अभावस्य अधिकरणं भवति भूतलम् इति सर्वेषां मनसि भवेत् खलु तत्र अभावस्य अधिकरणं तत्र घटाभावः भूतले अस्ति नाम भूतलं घटाभावस्य अधिकरणम् अतः भूतले अधिकरणता अस्ति अधिकरणतायाः अन्यनाम अस्ति अनियोगिता अतः अनियोगिता भूतले वर्तते अतः भूतलम् अनियोगी कस्य अनियोगी घटाभावस्य अनियोगी हा तत्र अभाव अनियोगी इति यदि पश्यामः तत्र किञ्चित् क्लेशः भवति किम् अभावः ईक्वल्स् अनियोगी इति वा न न न तत्र अभावस्य अनियोगी अस्ति भूतलं भूतलस्य विवरणं भूतलस्य विशेषणम् अस्ति एतत् पदम् अभाव अनियोगी धन्यवादः भगिनी घटस्य प्रतियोगी इति अभावस्य अनुयोगी भवति भूतलम् न न घटस्य प्रतियोगी न घटस्य प्रतियोगी इति न भवति न न घटस्य प्रतियोगी न भवति तत्र घटः एव प्रतियोगी घटः एव तत्र तत्र घटः ईक्वल् सम्यक्तया न उक्तवती महोदय घट प्रतियोगी घटः एव भवति इत्युक्ते तत्र घटस्य इति न वदनीयम् अस्तु तत्र घटः एव प्रतियोगिता अस्ति घटे प्रतियोगिता अस्ति इति घटः प्रतियोगी भवति भूतले अनियोगिता अस्ति इति अनियोगी अनियोगी भवति अनियोगी अस्तु तत्र इत्युक्ते अभाव अनियोगी तत्र अनियोगी इति पदस्य अर्थद्वयमस्ति एकमस्ति पुरातन अर्थः नाम घटः अस्ति घटः घटे प्रतियोगिता अस्ति घटः प्रतियोगी अपि अभावः अभावे अनियोगिता अस्ति अभावः अनियोगी इति पुरातन अर्थः अनियोगी इति पदस्य किन्तु वयम् इदानीं दृष्टवन्तः तत्र अधिकरणता अपि अनियोगिता इति कर्तुं शक्त इति शक्तुं अतः तत्र द्विनूतनविध अर्थे तत्र अधिकरणता अपि अनियोगिता भवति इति कृत्वा भूतले अधिकरणता अस्ति नूतनविध अनियोगिता अस्ति अतः भूतलमपि अनियोगी भवति अतः अभावः यस्मिन् अभावस्य अधिकरणं भूतलम् अथवा अभावस्य अनुयोगी भूतलम् इति अस्तु इदानीं तत्र धन्यवादः भगिनी तत्र अन्यकोपि अपि अन्यकोपि पुनः एकवारं किञ्चित् वदतु अस्मिन् विषये तत्र प्रेमा भगिनी किञ्चित् वदति वा तत्र घटाभावः भूतले वर्तते अस्ति इति तत्र प्रतियोगी अनियोगी इति एव उपयुज्य वदतु तत्र कस्य प्रथमविभक्त्यन्तं कस्य सप्तमी विभक्त्यन्तम् इति प्रेमलता भगिनी अस्तु महोदय श्रूयते वा श्रूयते भगिनि श्रूयते अनुयोगी तत्र घटाभावः अथवा अथवा घट घटः भूतले नास्ति इति वाक्यं स्वीकुर्मः तत्र कस्य पदस्य प्रथमविभक्ति कस्य पदस्य सप्तमी इति साधारणरीत्या वदतु तदनन्तरं कः प्रतियोगी कः अथवा कः अथवा किम् अनियोगी इति वदतु वयं तत्र घटः भूतले नास्ति इत्यस्य अर्थः घटस्य अभावः भूतले अस्ति इति अर्थः सत्यं तत् अभावः भूतले तत्र अस्ति इत्युक्तौ भूतलं घटस्याभावस्य अधिकरणं भवति इति अतः तत् समीचीनम् इदानीं तत्र इदानीं तत्र केवलं भूतलं घटाभावनिष्ठा अनियोगी नास्ति बट् भूतलं अधिकरणता भूतले अधिकरणता अपि अस्ति घट अभावस्य घटाभावस्य अधिकरणता अस्ति अतः एव इत्युक्ते अनुयोगिता या भूतलं घटस्य अनुयोगी भवति भूतलस्य घटाभावस्य अनुयोगी भवति भूतले इति नास्ति भूतलं घटानुयोगी नास्ति घटाभाव अनुयोगी घटाभाव अनियोगी नास्ति अधिकरणता घटाभाव भगिनि घटाभाव अनियोगी एव खलु भवति भूतलं नाम अधिकरणं नाम अधिकरणता नूतन अर्थः अस्ति अधिकरणता नाम अनियोगिता इति अतः अधिकरणता भूतले वर्तते इत्युक्ते अनियोगिता भूतले वर्तते अनियोगिता अस्ति भूतले इति अतः तत्र अनियोगी तत्र अनियो भूतलं किं भवति अनियोगी प्रतियोगी प्रतियोगी कः अस्मिन् वाक्ये घटः भूतले नास्ति घटः घटः प्रतियोगी भूतलम् अनियोगी तत्र घटः घटः प्रतियोगी घटाभावस्य अनियोगी भूतलं भूतलम् अनियोगी कस्य पदस्य सप्तमी कस्य पदस्य प्रथमा अधिकरणता भूतलमस्ति न न इदानीं तत्र प्रतियोगी प्रतियोगी घटः अनियोगी भूतलम् भूतलम् इदानीं घटः घटः भूतले नास्ति इति अस्ति तत्र प्रतियोगीपदस्य का विभक्तिः अस्ति प्रथमाविभक्त्याम् अनियोगी अनियोगीपदस्य का विभक्ति सप्तम्यां सप्तमी विभक्त्या सप्तमी विभक्त्यन्तरूपम् अस्तु समीचीनं धन्यवादः भगिनि तावदेव अस्तु समीचीनं धन्यवादः भगिनि अस्तु इदानीं तत्र सः एव पुनः केवलम् एकवारम् अहं सर्वम् इदानीं पुष्पा भगिनी भवती वदतु तत्र लेखनी उत्पीठिकायां नास्ति इति तत्र भवती वदतु तत्र प्रतियोगिकः अथवा प्रतियोगिका प्रतियोगिनी का इति सर्वं वदतु भगिनी पुष्पा भगिनी लेखनी प्रतियोगी अस्ति उत्पीठिकायां नास्ति उत्पीठि लेखनी उत्पीठिकायां नास्ति तत्तु उत्पीठिकायां उत्पीठिका तु सप्तमी विभक्ति तत् तद् अनियोगी अस्ति अधिकरणता अधिकरणता उत्पीठिकायाम् अस्ति समीचीनं किन्तु स्त्रीलिङ्गे अस्ति इति कृत्वा अनियोगिनी इति वदामः तावदेव समीचीनं भगिनि अतः तत्र लेखनी प्रतियोगिता अस्ति प्रतियोगिनी भवेत्। अस्तु, समीचीनं भगिनि। प्रतियोगिनी या प्रतियोगिता, प्रतियोगिता तदपि स्त्रीलिङ्ग न प्रतियोगिता। प्रतियोगिता भिन्नम् अस्ति, यस्मिन् प्रतियोगिता अस्ति सः प्रतियोगिन् प्रातिपदिकं प्रतियोगी। प्रतियोगिनी, अस्तु अस्तु अस्तु, समीचीनम्। इदानीं तत्र प्रतियोगिनी, प्रतियोगी इति वाचकपदस्य प्रथमाविभक्त्यन्तम्, अनियोगी वाचकपदस्य सप्तमी विभक्त्यन्तं भवति अत्यन्त अभावस्थले इति। स्पष्टं खलु सर्वेषां कृते? इदानीम् अग्रे सरामः। तत्र अन्योन्याभावस्थले एकः प्रश्नः अस्ति महोदय, वदतु महोदय। यदा आधेय आधारसम्बन्धः अस्ति, आधार आधारे प्रति अनुयोगिता अस्ति, सत्यं सत्यं वा? सत्यं तदेव। आधेये प्रतियोगिता अस्ति वा इति अपि व्यवहारः भवति, किन्तु इति एतत् स्वीकुर्मश्चेत् बहु क्लेशः भवति। अतः अत्र सारल्यार्थं केवलम् इदानीं तत्र स्पाट्लैट् कुत्र अस्ति? अनियोगी अधिकरणता अनियोगिता इति व्यवहारः भवति, तस्मिन्नेव स्पाट्लैट् अस्ति। यदि अन्ये विषयाः अपि यदि तत्र नयामः क्लेशः भवति महोदय। अतः इदानीं यत् भवान् उक्तवान् सत्यं, सः व्यवहारः अस्ति, अग्रे द्रक्ष्यामः। यद्यपि कुतः घटः प्रतियोगी, कुतः घटाभावं न प्रतियोगी, घटाभावमेव? अतः एव अहम् उक्तवान् अत्र स्पाट्लैट् केवलम् एकस्य अनियोगी इति संज्ञा, एकस्य प्रतियोगी इति संज्ञा इति, तत्र घटः इति आरभ्य घटः प्रतियोगी इति स्वीकृतवन्तः। इदानीं केवलम् अधिकरणता इति एव अनियोगी इति स्वीकुर्मः, तत्र सा अधिकरणता एव अनियोगिता इति इदानीं तावत्पर्यन्तं सरामः। यदि एतत् कुर्मः तत्र पुनः तत्र अस्य लेखकस्य एकः इच्छा अस्ति, तत्र सः वक्तुं सः प्रदर्शितुम् इच्छति, अतः तत्र सः तस्य लक्ष्यं किम् इति प्रथमतया अवगच्छामः। अतः अस्तु महोदय, व्यवहारः भवति, किन्तु इदानीं तस्मिन् दिशि, तस्यां दिशि मास्तु। अस्तु, अतः तत्र साक्षात् वाक्ये किम् अस्ति? घटः भूतले नास्ति। घटः इति प्रतियोगी इति स्वीकरोति वा अशोक महोदय? घटः प्रतियोगी, घटाभावः अनियोगी इति समीचीनं वा? यद्यपि घटाभावः आधेयः घटः तद् मास्तु, घटः आधेयः घटाभावः तद् नास्ति। घटः पूर्वतन अर्थे घटः प्रतियोगी, घटाभावः अनियोगी, खलु? अस्तु अस्तु अस्तु। इदानीं पुनः घटाभावः भूतले वर्तते, इदानीं भूतलम् अधिकरणं, भूतलम् अनियोगी, खलु? इदानीं तत्र भूतलम् अनियोगी इत्युक्ते घटाभावः प्रतियोगी अपि भवति, सत्यं, किन्तु तेन इदानीम् अस्माकं कोऽपि लाभः नास्ति, यतोहि वाक्ये केवलं घटः भूतले नास्ति इति एव वाक्यम् अस्ति। अतः भूतलम् इति तस्य सप्तमी विभक्त्यन्तम् अस्ति, घटः इति पदस्य प्रथमविभक्त्यन्तं रूपम् अस्ति, वाक्ये घटाभावः न प्रविष्टः, खलु? अतः घटाभावस्य वर्णने प्रतियोगी इति अपि वक्तुं शक्नुमः, अनियोगी इति अपि वक्तुं शक्नुमः, किन्तु अस्माकं मनसि तत्र स्पष्टता भवेत्, तदा अनियोगी इति वक्तव्यं, तदा प्रतियोगी इति वक्तव्यम्। समीचीनं वा महोदय? आं महोदय, इदानीं समीचीनं वा? अहं तद् न उक्तवान् यतोहि तत्र क्लेशजनकः अस्ति महोदय, इदानीमपि तत्र किञ्चित् क्लेशः अभवत् सर्वेषां कृते, किन्तु अग्रे अग्रे पश्यामः। किन्तु इदानीं तत् एतत्तु स्पष्टं खलु, तत्र घटः प्रतियोगी अस्ति, भूतलं घटाभावस्य अनुयोगी अस्ति इति, तत्तु समीचीनं खलु? अस्तु महोदय, न चिन्ता मास्तु महोदय, केवलं तत्र लेखकस्य इच्छा अस्ति, साक्षात् अग्रिमे परिच्छेदे सः अन्योन्याभावस्थले का स्थितिः इति वक्तुम् इच्छति, अतः तत्र एतत् सर्वं प्रतिपादयति। अस्तु अस्तु, तर्हि अग्रे तत्र धनश्री भगिनी अग्रिमपरिच्छेदम् अग्रिमपरिच्छेदः अस्ति, तं पठति वा भगिनि? धनश्री भगिनी, ओ ओ आं भगिनि, भेदस्थले तु प्रतियोगी अनुयोगी वाचकपदाभ्यां प्रथमा विभक्तिः भवति, यथा घटः पटो न इति, यदि घटभेदः पटे अस्ति इति वक्तुमिच्छति तदा पटः अनुयोगी घटः प्रतियोगी। तावत्पर्यन्तं किञ्चित् विवृणोतु भगिनि। अत्र भेदस्थले नाम अन्योन्याभावस्थले, तत्र प्रतियोगी तथा च अनुयोगी पदद्वयं सन्ति, द्वयोः प्रथमा विभक्तिः भवति, यथा घटः पटः न इति अन्योन्याभाववाक्यमस्ति, यदि घटभेदः पटे अस्ति इति वक्तुम् इच्छति तथा पटः अनुयोगी, घटभेदः पटे अस्ति नाम घटः पटो न, अस्य एकमर्थं भवति घटभेदः पटे अस्ति इति, तदा पटः अनुयोगी अस्ति नाम पटः घटाभावस्य अनुयोगी अस्ति। हा, घटाभावस्य अधिकरणम् अधिकरणम् अथवा अनुयोगी अस्ति, अनुयोगी अपि घटः भवति, घटः तदा प्रतियोगी भवति, घटः तत्र प्रतियोगी भवति, अपि द्वयोः तत्र रूपं, तत्र प्रतियोगी वाचकपदस्य प्रथमा, अनियोगी वाचकपदस्य अपि प्रथमा एव भवति, अतः तत्र अन्योन्याभावस्थले प्रतियोगी अनियोगी द्वयोः पदयोः तत्र प्रथमाविभक्त्यन्तरूपम् एव अस्ति, किन्तु अत्यन्ताभावस्थले तत्र एकस्य प्रथमाविभक्ति अन्यस्य सप्तमीविभक्तिरूपं भवति। हा अस्तु, इदानीं तत्र अग्रे अपि पठतु किञ्चित् भगिनि, इयमपि पटनिष्ठा अनुयोगिता अधिकरणता एव, नाम पटः अनुयोगी नाम पटनिष्ठा या अनुयोगिता अस्ति सा अधिकरणता एव अस्ति, अधिकरणतायाः अन्यनाम अनुयोगिता अद्य स्वीकृत्यमस्ति। हा, एतादृश एषः व्यवहारः अस्माभिः पूर्वं पठितः, अस्तु समीचीनम्, अस्तु हा स्वीकृतः, समीचीनं भगिनि, धन्यवादः। अस्तु अग्रे तत्र जयलक्ष्मी भगिनी अग्रे पठति वा तत्र? आं महोदय, न प्रश्नः नास्ति, अहं जयलक्ष्मी इति श्रुतवती, धनश्री इति, एवम् इह विपरीतमपि सम्भवति, पटभेदः घटनिष्ठः बोधयितुम् इष्टं चेत् अपि इदं वाक्यं भवति, तर्हि अनियोगिता घटनिष्ठा अनियोगिता प्रतियोगितयोः आश्रयभेदेपि विभक्तौ भेदः नैव भवति इति भेदस्थले विशेषः। इदानीं विपरीत सम्भवति चेत् इत्युक्ते प्रथमतया उक्तं घटः प्रतियोगी अस्ति इति, अतः पट्टः अनिष्ट अनियोगिता भवति, पट्ठे घटः वर्तते इति अर्थः भवेत्। इदानीं विपरीत पुनः पठतु भगिनि। घटः प्रतियोगी अस्ति, इयमपि पठनिष्ठ अनियोगिता अतिकरणता इव उक्तं प्रथम उदाहरणम्। इदानीं विपरीतं सम्भवति चेत् पठभेदः कठनिष्ठः इत्युक्ते पठः कठे वर्तते इति अर्थः स्वीकुर्मः चेत् तत्र पठभेदः समीचीनं खलु। तस्मिन् सन्दर्भे अनियोगिता इति घटे इति वक्तव्यम् इत्युक्ते अधिकरणता घटे भवति इति अर्थः, पटः प्रतियोगिता भवति प्रतियोगी भवति, पटः प्रतियोगी, घटः तत्र अतिकरणता घटे अस्ति इति भवेत्। इदानीम् अनियोगिता प्रतियोगितयोः आश्रयभेदे अपि विभक्तौ भेदः नैव, इत्युक्ते अत्र घटः पटे अस्ति न चेत् पटः घटे अस्ति इति वदामः चेत् अत्र अनियोगिता प्रतियोगितयोः आश्रयः तु भेदः अस्ति। पटः घटः पटे अस्ति न चेत् पटः घटे अस्ति, पटः घटे अस्ति इति नास्ति भगिनि, पटः घटः नास्ति इति एव खलु, सप्तमी अत्र न भवति, घटः पटः न, तत्तु अन्योन्यभावः अस्ति किन्तु अत्र उदाहरणसहितम् एतादृशमेव उक्तं खलु, घटभेदः पटे अस्ति इति वक्तुम् इच्छति चेत् इति उक्तं खलु तथा। सत्यं किन्तु भेदः नाम अन्योन्याभावः नाम घटः साक्षात् पटः नास्ति इति, यदि वयं तत्र घटः अस्ति इदानीं वयं प्रश्नः अस्ति तत्र पटः घटः वा न इति उत्तरं भवति अस्तु, ततः अतः पटे घटभेदः भवति नाम घटात् भिन्नः पदार्थः पटः अस्ति अतः घटभेदः पटे अस्ति खलु, तत्र वाक्यं तु घटः पटः न इति एव वाक्यं। सत्यं तथा एव घटभेदः पटे अस्ति तथा एव पटभेदः घटे अस्ति इति वदामः चेत् तत्रापि भवति, अत्रापि अनियोगिता भेदः भवति, अनियोगिता प्रतियोगितयोः आश्रयभेदः भवति, एकवारं तु घटभेदः पठे इति वदामः चेत् अनियोगिता पठे वर्तते, पटभेदः घटे अस्ति इति वदामः चेत् घटे अनियोगिता वर्तते इति आश्रयभेदः भवति, आश्रयभेदे अपि विभक्तौ भेदः न भवति, तत्र केवलं विभक्तिभेदः न भवति किन्तु आश्रयभेदः एव भवति इति अन्योन्याभावस्य विशेषः इति उक्तम्। तत्र नाम हलो समीचीनं भगिनि, किन्तु तत्र अन्तिमवाक्यस्य तत्र सर्वेषां कृते अवगमनम् अस्ति न वा इति किञ्चित् संशयः तावदेव, अतः तत्र अतः किञ्चित् तस्मिन् विषये वदतु भगिनि, तत्र घटः पटः न इति अन्योन्याभाववाक्यं खलु, अन्योन्याभावम् अन्योन्याभावः घटः पटः न इति इत्युक्ते तत्र वदतु भगिनि, घटभेदः पटे नास्ति इति स्वीकुर्मश्चेत् तत्र पटः अनियोगी घटः प्रतियोगी द्वयोः अपि प्रथमाविभक्त्यन्तं, विपरीतरीत्या तत्र वयं स्वीकुर्मश्चेत् तत्र किं भवति, पटभेदः घटे अस्ति इति वदामः चेत् पटः प्रथमाविभक्तिः पटः इति प्रथमाविभक्तिः न, एकं तु सप्तमी आगच्छति खलु, पटभेदः घटे अस्ति इति वदामः चेत् तत्र घटे किन्तु साक्षात् वाक्यं तत्र पटः न, तत्र तत्रैव यदस्ति तस्यैव विवरणं घटः पटः न इति अस्ति तत्र प्रथमविदार्थे घटभेदः पटे अस्ति इति यदि वक्तुमिच्छामः तत्र किं भवति घटः प्रतियोगी अनियोगी भवति हा इदानीं वयं विपरीतरीत्या अस्तु तत्र पटः इति पदार्थः अस्ति पटात् भिन्नः पदार्थः एषः घटः इति यदि चिन्तनं भवेत् तदा वयं किं तत्र पटभेदः घटे वर्तते अतः पटः इति प्रतियोगी पटाभावस्य अधिकरणं घटः इति अतः घटः अनियोगी किन्तु अर्थभेदः अर्थद्वयं भवति किन्तु प्रत्येक अर्थे अपि तत्र वाक्ये तु प्रतियोगी वा अनियोगी वा द्वयोः तु प्रथमाविभक्ति एव भवति खलु पटः घटः घटः पटः न इति एव वाक्यं तस्य अर्थद्वयं भवति किन्तु प्रथमविधे तत्र अनियोगी पटः अनियोगी पटः भवति घटः प्रतियोगी भवति द्वितीयविध अर्थे तत्र घटः अनियोगी भवति पटः प्रतियोगी भवति अतः अनियोगिता प्रतियोगितयोः आशयः भेदे अपि इति वक्तुं शक्नुमः खल तत्र भेदः भवति आशयभेदः अस्ति खलु एकस्मिन् एव तत्र अनियोगिता वर्तते तत्र एकस्मिन् एव तत्र अनियोगिता प्रतियोगिता द्वयमपि वर्तते वा न आशयभेदः अस्ति खलु पटे अनियोगिता अस्ति चेत् घटे प्रतियोगिता अस्ति खलु पटे अनियोगिता अस्ति चेत् घटे प्रतियोगिता अस्ति यदि प्रतियोगिता पटे अस्ति चेत् अनियोगिता अन्यत्र अस्ति खलु अतः आशयभेदः वर्तते खलु आशयः भिन्नः भवति किन्तु विभक्तिभेदः न भवति नाम तत्र द्वयोः अपि प्रथमाविभक्ति एव अतः तत्र एतत् सर्वं किमर्थमस्ति तत्र घटः पटे नास्ति इति वाक्ये तत्र अन्यो अत्यन्ताभावः तत्र अनियोगी सप्तमी विभक्त्यन्तं भवति घटः पटः न इति अस्ति चेत् तत्र अनियोगी प्रथमाविभक्त्यन्तं भवति इति एव तत् तावदेव सारांशः अन्यत् किमपि नास्ति अतः तत्र सप्तमी अस्ति चेत् अत्यन्ताभावः अन्योन्यभावः एतदेव स्थापनीयम् अस्माकं मनसि अन्यत् किमपि नास्ति अपि अन्यः केवलं तत्र घटः पटः न इति अस्ति चेत् तत्र घटः एव प्रतियोगी पटः एव अनियोगी इति वयं न वक्तुं शक्नुमः व्यवहारसन्दर्भानुसारेण एव वयं वक्तुं शक्नुमः कः अर्थः तत्र इष्टः इति घटः अपि प्रतियोगी भवितुमर्हति अनियोगी अपि भवितुमर्हति तत्र यत् प्रथमं भवति तदेव सः एव प्रतियोगी इति नियमः नास्ति अतः तत्र घटः पटः न इति घटः पटात् भिन्नः पदार्थः इति एकः अर्थः पटः घटात् भिन्नः पदार्थः अपि अन्यः अर्थः भवति तत्र क्रमस्य महत्त्वं नास्ति अर्थद्वयमपि स्वीकर्तुं शक्नुमः सन्दर्भं दृष्ट्वा एव वक्तुं शक्नुमः इति अहं बहु किमपि उक्तवान् क्लेशजनकः नासीत् इति मन्ये यदि क्लेशः आसीत् चेत् कृपया वदन्तु सर्वे अवगतवन्तः वा एतावत्पर्यन्तं प्रश्नः अस्ति वा महोदय तत् पुनः एकवारं वदति वा भगिनि तत्र प्रथम अंशः अस्ति तत्र पटे तत्र घटः पटे नास्ति इति तत् घटः पटो नास्ति महोदय न न न नास्ति भगिनी अहम् अन्यत् किमपि वक्तुम् इष्टवान्, एकनिमिषः भगिनी. घटः पठे नास्ति इति वाक्ये तत्र अत्यन्ताभावः तस्य वर्णनं खलु. घटः पटे नास्ति, पटे इति पदस्य सप्तमी विभक्त्यन्तम्. तत्र पटे अनि पट पटे इति सप्तमी विभक्त्यन्तम्. अपि अन्यत् वाक्यं घटः पटः न, तत्र तु पटः इति प्रथमा विभक्त्यन्तम्. अनियोगीवाचकपदस्य अत्यन्तभावस्थले सप्तमी, अन्योन्यभावस्थले प्रथमा. अपि घटः पटः न इति यत् वाक्यमस्ति तत्र घटात् भिन्नः पटः पद इति पदार्थः, नाम घटभेदः पटे वर्तते इति एकः अर्थः. अपि पटात् भिन्नः पदार्थः घटः इति अपि अर्थः भवति, नाम पटभेदः घटे वर्तते इति अपि अर्थः भवति. कः अर्थः इष्टः इति न जानीमः. तस् अत्र क्रमस्य महत्त्वं नास्ति. घटः पटः न इति वाक्यमस्ति चेत् घटः एव प्रतियोगी, पटः एव अनियोगी इति नियमः नास्ति. समीचीनं वा? आं महोदय. अस्तु, इदानीम् अग्रे सरामः. तर्हि हा, तत्र नरसिंहमहोदय अग्रे पठितुमिच्छति वा? आचार्यजी. हा, ओम् आचार्यजी. ओके, एकनिमिषम्. उपेन्द्रमहोदय प्रश्नः अस्ति वा? आचार्यजी, ऐ एम् ओन्ली लास्ट् टैम् यु गेव् अस् टु ड्रा सम् पिक्चर् आचार्यजी, होम्वर्क्. महोदय महोदय, हा तत् तत् अग्रे पठामः महोदय, तस्मिन् विषये अग्रे चोक्यामः. फैन्, गृहपाठस्य विषये. हा, सोरि नरसिंहजी, चिन्ता मास्तु महोदय, चिन्ता मास्तु. हा, अस्तु नरसिंहमहोदय, किञ्चित् पठतु. ज्ञानं तद्विषय तद्विषयता च विवरणसौकर्याय विषयता विषयता विषयिता चेति द्वौ सम्बन्धौ निरूप्यते. तत्र गुणविभागे बुद्धिः ज्ञानमिति वा गुणसङ्ग्रहे वक्ष्यते. अयं च सर्वव्यवहाराणां कारणमिति च उच्यते. कथं येन कदाचिदपि गौ केनापि प्रमाणेन न ज्ञाता, न सः गामानेन इत्यादि व्यवहार असमर्थः वक्तुं व्यवहार समर्थः वक्तुं समर्थः एवं सर्वत्र. तत्र नूतनसम्बन्धस्य विषये उक्तमस्ति, विषयता विषयिता इति नूतनद्वौ सम्बन्धौ निरूप्यते. तत्र पूर्वं गुणविभागे बुद्धि अथवा ज्ञानम् इति एकः गुणः इति वयं तर्कसङ्ग्रहे दृष्टमस्ति. एतत् बुद्धिः एव सर्व अस्माकं सर्वव्यवहाराणां कारणं भवति इति उच्यते. कथम् इत्युक्ते, यदि कोऽपि गौ गौ इति किं गौ किम् इति न जानाति चेत् तर्हि तत्र सः न वक्तुं शक्नोति गां मानय इति वक्तुं न शक्नोति, तादृशव्यवहारं न कर्तुं शक्नोति. तादृशव्यवहारं कर्तुं तत्र तस्य मनसि गौ इति किम् इति तत्र ज्ञानं भवेत् तस्य मनसि, तत् तत्रैव सः वक्तुं शक्नोति. अतः बुद्धि अथवा ज्ञानमेव सर्वव्यवहाराणां मनुष्याणां सर्वव्यवहाराणां कारणं भवति. तत् बुद्धि अथवा ज्ञानम् एकः गुणः इति वयं तत्र चतुर्विंशतिगुणविभागे वयं दृष्टवन्तः इति अस्ति अत्र महोदय. समीचीनं महोदय. अतः तत्र गौः इति यत् केनापि प्रमाणेन, तत्र प्रमाणः कः इति अग्रे ज्ञास्यामः. किन्तु गौः इति पदस्य ज्ञानं नास्ति चेत् गाम् आनय इति व्यवहारं सः न कर्तुम् अथवा तादृशवाक्यं सः न वक्तुं शक्नोति. अतः तत्र ज्ञानस्य अपेक्षा अस्ति इति. इदानीं तत्र ज्ञानस्य विषये किञ्चित् अग्रे भवति. तत्र ज्ञानम् अपि विषयः. वयं तत्र आरम्भे, तत्र वर्गस्य आरम्भे वयं वदामः, तत्र प्रवर्तमानः विषयः अभावः इति वदामः, तत्र विषयः इति अस्ति, विषयः अपि ध्यानं भिन्नं भवति तत्र न्यायशास्त्रे. अतः तत्र ज्ञानं किं, विषयः कः, तयोः मध्ये कः भेदः, कः सम्बन्धः इति इदानीं पश्यामः तत्र. अतः अग्रे तत्र एतदेव इदानीम् अस्मिन् पुटे तत्र ज्ञानं विषयः तयोः मध्ये कः सम्बन्धः इति एव मूलविषयः. अस्तु अग्रे तत्र धन्यवादः महोदय. अग्रे तत्र धन्यवादः महोदय. हा प्रश्नः अस्ति वा? आं महोदय. तत्र गुणविभागे बुद्धिः ज्ञानम् इति वा गुणः सङ्ग्रहे वक्ष्यते अस्य किमर्थम्? तत्र बुद्धिः इति ज्ञानं, हा गुणः अपि भवति, तत्र गुणः अपि भवति इति तत्र सङ्ग्रहे, तत्र अग्रे तत्र तर्कसङ्ग्रहे वक्ष्यते, वयमपि अग्रे पश्यामः तत्र. किन्तु बुद्धिः इति गुण, बुद्धिः गुणः इति उक्तम् इति मन्ये खलु, तत्र पूर्वमपि तत्र प्रथमपुटे दर्शितमस्ति वा? तत्र अहं विस्मरामि, तत्र प्रथमपुटं पश्यतु तत्र किम् अस्ति, तत्र बुद्धिः प्रदर्शितमस्ति महोदय. अस्ति महोदय, बुद्धिः, बुद्धिः एव ज्ञानं, बुद्धिः प्रथम पृष्ठे अस्ति. तत्र आत्मा इति प्रथम, तत्र ज्ञानम् इति आत्मनः गुणः भवति इति तत्र. अतः तत्र गुणः एकः गुणः अस्ति बुद्धिः इति, किन्तु तस्य विवरणम् अग्रे कुर्मः. हा किन्तु तत्र इदानीं ज्ञानस्य अपेक्षा वर्तते, यद् वयं ज्ञातुम् इच्छामः तत्र ज्ञानम् अस्ति, अपि वयं तत्र सम्भाषणं कुर्मः, शाब्दबोधः भवति, तत्रापि ज्ञान, तदपि ज्ञानः एव, ज्ञानमेव. किन्तु ज्ञानं भिन्नं, ज्ञानस्य विषयः भिन्नः, तत् कथम् इति इदानीम् एकवारं सः प्रदर्शयति. एतद् एव अग्रिमविषयः. समीचीनं वा भगिनि? अस्तु अग्रे तत्र पद्मा भगिनी अग्रे पठति वा? अस्तु, नमस्ते जि. नमस्ते भगिनि. अतः अस्ति ज्ञान अपेक्षा, किञ्च यः कश्चित् घटं जानाति न सः तदा पटं मटं वा जानाति, एवं यदा पटं जानाति न तदा घटं मठं वा, एवम् अन्यत्र अपि. अन्यथा एकेन ज्ञानेन सर्वे अपि पदार्थाः ज्ञाताः इति सः सर्वज्ञः एव स्यात्. अत्र ज्ञानविषये वदति लेखकः, यः घटं जानाति चेत् सः एव पटम् अन्यपदार्थमपि जानाति इति वक्तुं न शक्यते. यदा पटं जानाति तादृशं घटं जानाति, मठं जानाति इति वक्तुं न शक्यते. एतादृशम् एव अन्यत्र अपि भवति. एकेन ज्ञानेन सर्वे पदार्थाः ज्ञाताः इति वक्तुं न शक्यते. तादृशम् अस्ति चेत् सः सर्वज्ञः, ईश्वरः इति वक्तुं शक्यते. अतः तत्र समीचीनं भगिनि. अतः तत्र सः पटं जानाति चेत् सः पटं जानाति, किन्तु तेन वयं न अवगच्छामः. अस्तु सः मठं जानाति, घटं जानाति, वायुं जानाति इति तादृश अर्थः नास्ति. केवलं सः पटं जानाति इति. अतः तत्र ज्ञानस्य यदि वदामः सः किमपि जानाति अथवा सः किमपि जानाति, तत्र ज्ञानस्य सीमा अस्ति, तत्र ज्ञानं सीमितम् अस्ति, किञ्चिदेव ज्ञानं तद् अस्ति. अतः तत्र प्रश्नः उदेति, तस्य ज्ञानस्य वर्णनं कथं भवेत्, यतोहि तत् केवलं ज्ञानमिति न वक्तुं शक्नुमः. यदि सः तत् सर्वं ज्ञानं भवति चेत् सः घटं जानाति इति, तत्र सर्वं ज्ञानं नास्ति, सर्वं ज्ञानम् आसीत् चेत् सः सर्वज्ञः भवेत्, किन्तु तत् सर्वं ज्ञानं नास्ति, तस् किन्तु सः किं जानाति इति तस्य वर्णनं कथं भवेत्, अतः सः घटं जानाति इति अस्ति चेत् घटः किं भवति, तस्य ज्ञानस्य तस्य एतस्मिन् वाक्ये सः घटं जानाति इति तत्र ज्ञानमस्ति, कीदृशज्ञानम् अस्ति इति अग्रे वयं पश्यामः. अस्तु, इदानीम् अग्रे धन्यवादः भगिनी. अस्तु, अग्रे शुभदा भगिनी अग्रे पठति वा? श्रूयते भगिनि. एवञ्च यदा यस्य पदार्थस्य ज्ञानं तदा सः सः एव पदार्थः ज्ञातः न अन्यः इति व्यवस्था सिद्धये ज्ञानस्य एव घटपटादीनां कश्चित् सम्बन्धः कल्प्यः स एव च विषयता सम्बन्धः. एवञ्च यदा यस्य पदार्थस्य ज्ञानं तदा सः एव पदार्थः न ज्ञातः न अन्यः इति व्यवस्था सिद्धये ज्ञानस्य एव घटपटादीनां कश्चित् सम्बन्धः कल्प्यः. अत्र एकस्य पदार्थस्य यदा ज्ञानं प्राप्तं तदा सः पदार्थः एव तस्य पदार्थस्य एव ज्ञानं वयं प्राप्नुमः इति व्यवस्था अस्ति चेत् ज्ञानस्य एवं इति एव अस्ति खलु भगिनि. तत्र यदि घटं जानीमः तत्र पटं न जानीमः, अतः तत्र किं भवति, अस्माकं ज्ञानं घटस्य ज्ञानस्य समये अस्माकं ज्ञानं किम् अस्ति, आत्मनः गुणः अस्ति, आत्मनः गुणः अस्ति. तत्र अग्रे पश्यामः, तत्र नाम ज्ञानम् आत्मनि भवति इति अग्रे पश्यामः. इदानीम् तत्र अस्माकं मनसि ज्ञानम् इति अपि चिन्तनम् इदानीं भवति चेत् क्लेशः नास्ति. तत्र आत्मनि भवति अथवा अस्माकं मनसि ज्ञानम् अस्ति, किन्तु घटः कुत्र अस्ति, अस्माकं मनसि नास्ति खलु, घटः अन्यत्र अस्ति खलु. अहम् इदानीं घटं पश्यामि, घटः इति पदार्थः, अहं घटं पश्यामि अथवा अहं घटं जानामि, तत्र ज्ञानं कुत्र अस्ति, मम मनसि अस्ति, मनसि अस्ति, अतः ज्ञानं भिन्नम् अस्ति. ज्ञानं यद् अस्ति तद् मयि अस्ति, तद् भिन्नम् अस्ति. घटः इति पदार्थः यदस्ति सः भिन्नः अस्ति, सः तत्र अस्ति, किन्तु कोऽपि सम्बन्धः अस्ति खलु, यतोहि तत्र एतस्य ज्ञानस्य केवलम् एतेन ज्ञानेन केवलमहं घटं जानामि, पटं न जानामि, अन्यत् किमपि न जानामि. अतः तत्र यत् ज्ञानं मयि वर्तते अपि पदार्थः तत्र घटः यः वर्तते तयोः मध्ये कोऽपि सम्बन्धः भवेत् खलु, यतोहि तत्र अन्यत् ज्ञानम् अस्ति चेत् विषयकज्ञानम् इति समीचीनं भगिनि. हा, अतः तत्र घटः एव विषयः, ज्ञानस्य विषयः घटः, मम मनसि यद् ज्ञानमस्ति तस्य विषयः अस्ति घटः. अतः हा, समीचीनं भगिनि. हा, अतः तत्र सः एव इति अग्रे पठतु. इत्युक्ते सम्बन्धः इति उच्यते. अग्रे पठामि वा? अस्तु भगिनि, अस्तु, अन्य कोऽपि पठेत्. धन्यवादः भगिनि. अतः तत्र धन्यवादः भगिनि. अस्तु, अन्ना भगिनी अग्रे पठति वा? अस्तु महोदय. घटज्ञानकाले यद्यपि घटः वर्तते पतः अपि वर्तते, परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सह एव वर्तते न पतेन सह इति। वदन्ति च जनाः चन्द्रमासं पश्यामि अहं न अरुन्धतिम्। घटज्ञानकाले यद्यपि घटः वर्तते परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सह अस्ति एव, इत्युक्ते घटाम् अस्ति, पथामस्ति, मथामस्ति, परन्तु वयं घटान् जानीमः चेत् तस्मिन् समये ज्ञानं घटस्य विषये एव अस्ति, मथस्य पथस्य विषये न, इत्युक्ते विषयतासम्बन्धः घटे घटे अस्ति, घटेन सह, घटेन सह एव, घटेन सह एव सम्बन्धः, सः एव येन घटेन सह एव सम्बन्धः वर्तते, नाम प्रत्येकस्य ज्ञानस्य विषयः भवति, अपि तयोः मध्ये एव तत्र सम्बन्धः वर्तते, न अन्ययोः मध्ये, खलु? हा इति तत्र घटः इति विषयः ज्ञानस्य, अतः तत्र घटः घटेन सह तत्र सम्बन्धः भवति, विषयता सम्बन्धः ज्ञानस्य, ज्ञानस्य सम्बन्धः भवति, विषयता सम्बन्धः घटेन सह, किन्तु एषः सम्बन्धः पटेन सह न वर्तते, यतोहि तत्र पटेन सह इदानीं तत्र पटः विषयः नास्ति, अतः पटेन सह विषयतासम्बन्धः न भवति, खलु? तावदेव सः वक्तुमिच्छति, केवलं घटेन सह विषयतासम्बन्धः अस्ति, यतोहि घटः एव विषयः, पटः विषयः नास्ति इति। समीचीनं वा भगिनि? तत्र तत्र अन्तिम वाक्यं प्रायशः तत्र सर्वे न जानीयुः, तत्र अन्य कोऽपि वक्तुम् इच्छन्ति वा? तत्र अना भगिनी भवती जानाति वा? चन्द्रमसं पश्यामि न अरुन्धतीम् इति, चन्द्रः बृहात् अस्ति, अरुन्धति समीचीनं भगिनि, अरुन्धति अस्ति, यदि अहं चन्द्रं पश्यामि परन्तु अरुन्धतीं द्रष्टुं न शक्नोमि, इत्युक्ते किं तत्र चन्द्रः एव दृश्यते, चन्द्रस्य चन्द्रः एव विषयः, अरुन्धति इति विषयः नास्ति इति, तावदेव तत्र केवलम् उदाहरणत्वेन वक्तुम् इच्छति, किन्तु तत्र अरुन्धति इति तत्र सूक्ष्मनक्षत्रम् अस्ति, तत् क्लिष्टकरम् अस्ति द्रष्टुम् इति, तावदेव अस्तु, समीचीनं भगिनि, अस्तु, अतः तत्र ज्ञानमस्ति, ज्ञानस्य विषयः अस्ति, तयोः मध्ये विषयता सम्बन्धः वर्तते इति, अस्तु, इदानीम् अग्रे सरामः, तत्र नीता भगिनी अग्रे पठितुमिच्छति वा? आम् आचार्य, यथा ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता, ज्ञानस्य घटः विषयः, अतः घटे विषयता, अयमेव च सम्बन्धः, विपरीतेन विचारे विषयः अस्य अस्ति इति विषयी ज्ञानं ज्ञाने विषयिता, तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयिता सम्बन्धः। अत्र ज्ञानस्य ज्ञानस्य विषयः अस्ति घटः, ज्ञानस्य विषयः घटः अस्ति, ज्ञानस्य विषयः पटः नास्ति वा अन्य कोऽपि विषयः नास्ति, तत् ज्ञानस्य द्वयोः ज्ञानघट द्वयोः मध्ये एव सम्बन्धः अस्ति, अन्ययोः मध्ये सम्बन्धः न वर्तते। तत् यथा ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयः, ज्ञानस्य विषयः घट अस्ति, सम्बन्धः अस्ति सः सम्बन्धः अस्ति, ज्ञाने ज्ञानघट द्वयोः मध्ये यः सम्बन्धः वर्तते सः सम्बन्ध एव विषयतः सम्बन्धः इति वर्तते, विषयता सम्बन्धः। अतः घटे विषयता वर्तते, अत्रापि सप्तमी विभक्ति घटे विषयता वर्तति वर्तते अयमेव सम्बन्धः। विपरीत विचारः यदि अस्ति अस्य विषयज्ञानं, घटस्य विषयज्ञानम् अत्र ज्ञानम् आत्मनः गुणः अस्ति, तत् विषयी अत्रापि सप्तमी विभक्ति विषयज्ञानमस्ति, घटविषयी ज्ञानमस्ति, ज्ञाने विषयः। तत्र भगिनी हा भगिनी तत्र विषयी इति विषयः इति पदस्य सप्तमी नास्ति, हा तत्र विषयः अस्य अस्ति, तत्र धनं धनं यस्य अस्ति सः किं भवति, गुणः यस्य अस्ति, हा गुणः यस्य अस्ति सः गुणी, धनं यस्य अस्ति सः भवति धनी, तत्र इनि प्रत्ययः अस्य अस्मिन् अर्थे, अत्र विषयः तत्र ज्ञानस्य विषयः घटः, अतः तत्र ज्ञानम् इति स्वीकृत्य तत्र ज्ञानम् अपि घटः, ज्ञानस्य विषयः घटः भवति, किन्तु घटः अस्ति घटस्य किं भवति ज्ञानम् इति वक्तुम् इच्छामः, अवगच्छति वा भगिनि, तत्र ज्ञानस्य विषयः घटः अस्ति, अस्तु किन्तु घटस्य कः सम्बन्धः अस्ति ज्ञानेन इति प्रश्नः विपरीतदिशि, अतः विषयः यस्य विषयः तत्र विषयः अस्य घटस्य अस्ति एत इति तत्र विषयः अस्य अस्ति इति तत्र ज्ञानं भवति विषयी, तत्र गुणः यस्य अस्ति सः गुणी, विषयः यस्य अस्ति सः विषयी, किन्तु विषयी दीर्घ पुल्लिङ्गे दीर्घ इकारः भवति इति प्रत्ययः विषयी पुल्लिङ्गे विषयिणी स्त्रीलिङ्गे विषयी नपुंसकलिङ्गे, अत्र ज्ञानमिति नपुंसकलिङ्गे अस्ति इति कृत्वा दीर्घः नास्ति, ह्रस्व इकारः विषयी ज्ञानम् अवगतं, नाम घटविषयी ज्ञानम् अस्ति इति तावदेव अस्ति, एतस्य ज्ञानम् एतत् ज्ञानं किम् अस्ति घटविषयकज्ञानम् अस्ति, किन्तु विषयी इति तत्र प्रत्ययस्य प्रयोगः विषयी ज्ञानम्, अतः घटे विषयता आसीत् इदानीं ज्ञाने किम् अस्ति, ज्ञानस्य विषयघटः घटे विषयता अस्ति, ज्ञानं घटविषयी अस्ति, हा अतः तत्र विषयी अस्ति ज्ञानं विषयी अस्ति, अतः इदानीं तत्र ज्ञाने अग्रे तत्र दत्तमस्ति ज्ञाने विषयिता अस्ति, हा अतः घटस्य ज्ञानेन यः सम्बन्धः, तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयिता सम्बन्धः, हा इति तत्र इदानीं वयं विषयता सम्बन्ध तस्य प्रदर्शनमेव तत्र भवति, विषयता विषयता इति तस्य एव प्रदर्शनं भवति, किन्तु अग्रे गत्वा वयं विषयिता इति तदपि स्वीकुर्मः, इदानीं तत्र ज्ञानं विषयतासम्बन्धेन घटे वर्तते. किन्तु अग्रे वयं वक्तुमिच्छामः अस्तु तत्र घटः केन सम्बन्धेन ज्ञाने वर्तते इति प्रश्ने तत्र घटः विषयितासम्बन्धेन ज्ञाने वर्तते इति तादृशप्रयोगः अग्रे भवति. किन्तु तत्र विषयता घटे अस्ति, विषयिता ज्ञाने अस्ति, विषयः पदार्थः, विषयी साक्षात् ज्ञानम्. ज्ञानम् अस्माकं मनसि अथवा आत्मनि अस्ति, पदार्थः तु बहिः अस्ति. किन्तु तत् ज्ञानं सीमितमस्ति, अतः तत्र वर्णनं तस्य ज्ञानस्य वर्णनं भवेत् कीदृशं ज्ञानम्. अत्र तत्र घटविषयकं ज्ञानम् अथवा घटविषयी ज्ञानम् इति अपि वक्तुं शक्नुमः. प्रश्नः अस्ति वा अत्र? इत्युक्ते सत्यं वा योग्यं कृपया वदतु. अत्र घटः विषय अस्ति, ज्ञानं विषयी अस्ति, ज्ञानस्य विषयतासम्बन्धः घटेन सह, घटस्य विषयितासम्बन्धः ज्ञानेन सह इति अस्ति भगिनि. सत्यम् एकस्यां दिशि विषयतासम्बन्धः, अन्यां दिशि विषयितासम्बन्धः. इदानीं प्राधान्यमस्ति, इदानीं प्राधान्यं केवलमस्ति तत्र विषयतासम्बन्धः इति चिन्तयन्तु. अग्रे गत्वा तत्र विषयिता इति अपि तस्य अपि प्रयोगः भवति. धन्यवादः भगिनि. वदतु भगिनि, अना भगिनी वदतु भगिनि. अहं वदामि, भवान् वदति अहं कथम् अवगच्छामि. विषयतासम्बन्धः ज्ञानस्य सम्बन्धः, विषयिता सम्बन्धः घटस्य सम्बन्धः. सत्यं भगिनि, हा नाम सत्यं सत्यं. तत्र ज्ञानं विषयतासम्बन्धेन घटे वर्तते, अपि घटः विषयितासम्बन्धेन ज्ञाने वर्तते इति भवति तत्र. एतादृशप्रयोगः भवति. अस्ति, इदानीं किन्तु इदानीं प्रथमतया विषयतासम्बन्धः तस्मिन् विषये चर्चा भवति, अग्रे प्रयोगः कथं भवति इति पश्यामः. अस्तु, अन्य कोऽपि प्रश्नः? अस्तु, तर्हि इदानीम् अग्रे तत्र विषयता इति तस्य अवगमनार्थं तत्र चित्रं सर्वम् अस्ति, लौकिकरूपेण तस्य अवगमनं भवति इति, सुलभतया भवति इति कृत्वा चित्रं सर्वं दत्तमस्ति अत्र. तत्र चन्द्रमती भगिनी पठितुमिच्छति वा अग्रे? अस्तु महोदय. इत्येदं हि सम्बन्धाये ज्ञानपदार्थं बोधयन्ति. सम्प्रदाये, सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं दीपस्थानापन्नं विषयः प्रकाश्यः ज्ञानस्य दीपरूपस्य या प्रभा सा विषयतासम्बन्धः सा प्रभा यस्मिन् पतति सा प्रकाश्य ज्ञानस्य विषयः इत्युच्यते यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते, अतः विषयः इति नोच्यते. हा इति, हा तावत्पर्यन्तं. नाम अत्र सम्प्रदाये कथं, सम्प्रदाये कथं बोधयन्ति तत्र ज्ञानं, ज्ञानपदार्थस्य सम्प्रदाये ज्ञानपदार्थं बोधयन्ति इद्यं सम्प्रदाये ज्ञानपदार्थं बोधयन्ति ईविध ज्ञानपदार्थं बोधय पाठयन्ति बोधयन्ति ज्ञानं दीपस्थानापन्नं दीपस्थानापन्नं विषयः स्थानापन्नं नाम ज्ञानस्य अस्माकं चित्रं भवति ज्ञानं दीपम् इव खलु दीपस्थानं दीपस्थानापन्नं विषयः ज्ञानं दीपस्थानापन्नं विषयः प्रकाशः प्रकाश्य विषयः प्रकाश्यः प्रकाशविषय ज्ञानस्य दीपरूपस्य या प्रभा सा विषयदासम्बन्धः ज्ञानस्य दीपरूपस्य या प्रभा सा विषयसम्बन्धः विषयतासम्बन्धः विषयतासम्बन्धः तत्र चित्रे किं विषयः कः खडः अस्ति ज्ञानम् अस्ति विषयः अस्ति खडविषये ज्ञानम् विषयः अस्ति घटः समीचीनं विषयः अस्ति घटः खडः खडविषये कथं ज्ञानं तस्य उपरि एव तत्र प्रभा भवति सम्बन्धः प्रभा एव सम्बन्धः प्रभा एव विषयता सम्बन्धः अतः सम्बन्धः केवलं घटेन सह वर्तते ज्ञानस्य अत्र ज्ञानविषयं खडः अस्ति वा घटः एव अस्ति अतः केवलं घटस्य उपरि एव प्रभा अस्ति सा प्रभा यस्मिन् पतति सा प्रकाश्यः ज्ञानस्य विषयः इत्युच्यते प्रकाशः कुत्र यस्मिन् अस्ति सा एव ज्ञानस्य विषयः हा सः एव ज्ञानस्य विषयः इति वदामः इदानीं तत्र अत्र प्रकाशः खडे अस्ति अतः खड एव ज्ञानस्य विषयः इति अतः तत्र यस्मिन् सा प्रभा नास्ति यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते यस्मिन् प्रकाशः अस्ति सा एव प्रकाश्यते यस्मिन् प्रकाशः नास्ति सा न प्रकाश्यते अतः सा विषयः नास्ति तत्र अतः यस्मिन् तत्र प्रभा न पतति सः विषयः नास्ति विषयः केवलं घट केवलं घट यत्र यत्र प्रकाशः भवति सः एव विषयः इदानीं खडे प्रकाशः अस्ति अतः खड एव विषयः अतः अत्र एक अंशः अस्ति मुख्यांशः तत्र लोके अनेके पदार्थाः सन्ति किन्तु यदि किमपि ज्ञानमस्ति अस्माकं ज्ञानं भवति वाक्यरूपेण वदामः तत्र अहं घटं पश्यामि अथवा घटः उत्पीठिकायाम् अस्ति इति यत् वाक्यं भवति वाक्येन ज्ञानम् अस्माकं मनसि भवति तत्र तद् ज्ञानं सीमितमस्ति तस्मिन् ज्ञाने विषयाः सन्ति ये यस्मिन् उपरि तत्र प्रकाशः भवति तदेव विषयः अतः विषयः भिन्नः पदार्थः भिन्नः पदार्थः तत्र पटः अनेके पटाः सन्ति अनेके घटाः सन्ति किन्तु एषः घटः अस्ति तं पश्यामि इति अस्ति चेत् केवलम् एषः घटः विषयः अन्ये घटाः पदार्थाः किन्तु ते विषयाः विषयः न भवति यस्मिन् पदार्थे अस्माकं श्रद्धा प्रकाशः अस्ति तदेव अस्माकम् अज्ञानप्रकाशः अस्ति तदेव अस्माकं विषयः. अन्यपदार्थाः पदार्थाः अत्र अस्ति किन्तु विषयः न भवति न भवन्ति इति अत्र मुख्यांशः इति भिन्नः पदार्थः इति भिन्नः पदार्थः सर्वदा भवन्ति. कस्मिन् पदार्थे अस्माकं श्रद्धा अस्ति तत्र एव विषयः भवति विषयः भवति इति तत्र पिन् पायिण्ट् यत्र अस्ति तदेव विषयः. नाम तत्र टार्च् इति तत्र दीपः करदीपः इति चिन्तयामः प्रकोष्ठं प्रकोष्ठस्य प्रवेशं कुर्मः तत्र करदीपेन किं केवलम् एकभागस्य एव प्रकाशः भवति खलु यत् पश्यामः सः एव विषयः. किन्तु तस्मिन् प्रकोष्ठे अनेके पदार्थाः भवन्ति किन्तु ते पदार्थाः विषयाः न सन्ति एव तत्र यस्मिन् समीचीनं खलु सरलमेव अस्ति इति मन्ये. अस्तु धन्यवादः भगिनि. अस्तु अस्तु अग्रे तत्र सुधा भगिनी भवती वा किञ्चित् पठति वा अग्रे. अस्तु महोदय. इयं च विषयतारूपा प्रभा घटे विद्यमाना न ज्ञानेन विना भवति. कस्यां प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते. अतः ज्ञानं प्रकाशस्य कस्यायं प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. तथा च घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धम् इति ज्ञानस्य वर्णनम् अस्ति. तत्र ज्ञानं कीदृशम् इत्युक्ते वदतु भगिनि. अत्र विषय प्रकाशः यस्य अस्ति तदेव विषयः इति वयं पठितवन्तः. विषयतारूपा प्रभा घटे विद्यमानः अस्ति तद् ज्ञानेन विना न भवति. ज्ञानेनैव तस्य अवगमनं भवति. कस्य अयं प्रकाशः इत्युक्तौ ज्ञानस्य कस्य प्रकाशः इत्युक्ते ज्ञानस्य प्रकाशः एव इति. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. अतः तत्र पुनः भगिनि इयं च विषयतारूपप्रभा घटे विद्यमाना खलु विषयतारूपप्रभा घटे एव अस्ति विद्यमाना अस्ति. प्रभा इति कृत्वा विद्यमाना इति स्त्रीलिङ्गे विद्यमाना प्रभा घटे अस्ति. एषा प्रभा ज्ञानेन विना न भवति. नाम ज्ञानं नास्ति चेत् सः पदार्थः भवति घटः सः पदार्थः भवति घटः पदार्थः भवति न तु विषयः न भवति. विषयः यदा विषयः कदा भवति केवलं यदि ज्ञानमस्ति. ज्ञानमस्ति चेत् ज्ञानस्य प्रभा तस्मिन् घटे भवेत्. अतः तत्र एषा प्रभा ज्ञानेन विना न भवति. इदानीं कस्य अयं प्रकाशः इत्युक्तौ ज्ञानस्य प्रकाशः एव अस्ति तत्र. अतः तत्र प्रकाशस्य प्रेषकं निरूपकं प्रकाशस्य प्रेषकं वयं निरूपकम् इति वदामः. तत्र प्रकाशस्य प्रेषकं किम् अस्ति ज्ञानमेव अस्ति खलु. ज्ञानमेव दीपः इति चिन्तनं खलु. अतः तत्र प्रकाशस्य प्रेषकं ज्ञानम् अस्ति. अतः ज्ञानं भवति निरूपकम्. अतः तत्र घट विषयता इति प्रभा प्रभायाः निरूपकम् अस्ति ज्ञानं. यतोहि प्रभा प्रेषयति प्रभां ज्ञानमेव प्रेषयति. अतः ज्ञानं निरूपकम् अस्ति. किन्तु प्रभा इति तत्र का अस्ति विषयता एव प्रभा अस्ति. अतः विषयता निरूपकं ज्ञानं विषयता निरूपकं किमस्ति ज्ञानम् अस्ति. ज्ञानं किमस्ति विषयता निरूपकं ज्ञानमस्ति. एषा विषयता कुत्र अस्ति घटे अतः घटनिष्ठविषयता निरूपकं ज्ञानम् इति उच्यते हा अतः तत्र केवलं ज्ञानम् इति वदामश्चेत् सर्वं ज्ञानं भवेत् किन्तु यदि वयं वदामः अहं घटं जानामि तत्र तत् ज्ञानं सीमितमस्ति अतः तत्र केवलं ज्ञानम् इति पदेन तस्य वर्णनं न भवति अतः तत्र ज्ञानम् इति पदात् कात् विशेषणं भवेत् विशेषणं किं भवति सीमां निर्माति अत्र विशेषणं किम् अस्ति घटनिष्ठविषयतानिरूपकम् इति विशेषणं तादृशं ज्ञानं न तु अन्यत् ज्ञानम् अतः तत्र अस्मिन् चित्रे कीदृशं ज्ञानमस्ति अस्माकं घटनिष्ठविषयतानिरूपकं ज्ञानम् अस्ति तद् सिद्धम् अस्ति इदानीं तत्र इदानीं पुनः तत्र समीचीनं भगिनि धन्यवादः किन्तु एतदेव अन्य कोऽपि पुनः एकवारं वदतु तत्र प्रेमलता भगिनी तत्र किञ्चित् स्वशब्दैः वदति वा तत्र कथं घटनिष्ठविषयतानिरूपकं ज्ञानम् इति भवति इति घटनिष्ठविषयतानिरूपकं ज्ञानमिति सिद्धम् इति वाक्ये घटे वर्तमानस्य विषयिता एव घटम् अत्र विषयः अस्ति तत्र घटे वर्तमानविषयिता निरूपयति ज्ञानम् तादृशमपि वक्तुं शक्नुमः अत्र प्रेषकम् इति चिन्तनमस्ति निरूपयति येन नाम विषयता ज्ञानेन निरूपयति अतः निरूपज्ञानं निरूपकमिति अतः ज्ञानं निरूपकमिति अपि वक्तुं शक्नुमः समीचीनम् अतः ज्ञानं कीदृशमस्ति घटनिष्ठ घटे विद्यमानविषयितानिरूपकं ज्ञानम् इति वक्तुम् एतस्य ज्ञानस्य वर्णनम् विषयतानिरूपकं ज्ञानम् एतत् ज्ञानं सर्वं ज्ञानं नास्ति एतत् ज्ञानं सीमितमस्ति एतत् ज्ञानं कीदृशम् अस्ति एतस्य ज्ञानस्य विषयः घटः अस्ति घटे विषयता अस्ति विषयता ज्ञानेन ज्ञानं निरूपयति एतद् विषयतां निरूपयति अतः अथवा प्रेषयति अपि इति चिन्तनं तत्र चित्रेण प्रेषयति इति भवति किन्तु निरूपयति इति अपि वक्तुं शक्नुमः अतः तत्र विषयतानिरूपकं ज्ञानम् अस्ति विषयता कुत्र वर्तते ते वर्तते अतः घटनिष्ठविषयतानिरूपकं ज्ञानम् एतद् ज्ञानम् इति भवति इदानीं तत्र अग्रे वयं पश्यामः अधोभागे अन्यत् चित्रमस्ति तस्य वर्णनं कथं भवति इति अग्रिमे वर्गे पश्यामः अस्तु तर्हि प्रश्नः अस्ति वा तत्र ध्वनिमुद्रणं स्थगयामि किन्तु प्रश्नः अस्ति चेत् पृच्छन्तु एकनिमिष सर्वेभ्यो नमः महोदय कश्चन प्रश्नः महोदय घटः विषयः अस्ति कठे विषयता अस्ति ज्ञानं विषयी अस्ति तस्मिन् विषयिता अस्ति इति ज्ञातम् अत्र विषयता इति सम्बन्धः इति किमर्थं वक्तव्यं सम्बन्धः किं कुतः विषयता तत्र किमर्थमिति उत्तमप्रश्नं भगिनि तत्र किं भवति अग्रे वयं पश्यामः तत्र एतत् ज्ञानम् अस्माकं मनसि भवति इति चिन्तनम् इति वक्तुम् इच्छामः तदनन्तरं किं भवति तत्र एतस्य ज्ञानस्य कारणं किम् इति प्रश्नः भवति तत्र किं भवति ज्ञानस्य ज्ञानं भवति कार्यं तत्र कार्यस्य अधिकरणं किम् इति चिन्तनीयं भवति अपि तत्र कारणं कुत्र अस्ति इति ज्ञातव्यं भवति अपि तत्र कारणस्य अपि तत्र सामानादिकरणीयं भवति. अतः तत्र पदार्थाः सन्ति किन्तु केवलं तत्र तत्र किं नगराणि सन्ति इति चिन्तयन्तु. पदार्थाः नगराणि इव किन्तु सम्बन्धाः तत्र मार्गः इव सम्बन्धाः सन्ति. यतोहि तेन वयम् इतः ततः गन्तुं शक्नुमः. यदि तत्र एतद् एव कारणम् अस्ति इति यदि वक्तुम् इच्छामः तत्र भवति प्रश्नः, एषः पदार्थः कार्यादिकरणे कथं भवति इति प्रश्नः भवति. तत्र अनेके सम्बन्धाः भवन्ति, तेषाम् उपयोगं कृत्वा एव तत्र एतत् कारणमस्ति इति प्रदर्शितुं शक्नुमः भगिनि. अतः एव तत्र विषयस्य अपि तत्र सम्बन्धः कल्पते. तत्र विषयता इति सम्बन्धः इति वदामः, विषयता भावः इति अपि चिन्तनं, सम्बन्धः अपि इति चिन्तनं. यतोहि तत्र तेन माध्यमेन वयं घटम् आत्मनि स्थापयितुं शक्नुमः. नाम तत्र किञ्चित् अग्रे अपि वदामि भगिनि. तत्र घटः, अहं घटं पश्यामि, अहम् अथवा भवती घटं पश्यति, तत्र दृश्येन भवत्याः मनसि ज्ञानस्य उत्पत्तिः अभवत् खलु? खलु, अतः ज्ञानं कार्यं खलु, ज्ञानम् अभवत्. एतस्य ज्ञानस्य कारणं किं? घटं, घटः अपि एकं कारणं भवेत् खलु? घटेन विना एतत् ज्ञानम् अभवत् भवति वा? न भवति. अतः ज्ञानस्य एतत् ज्ञानम् अस्ति, एतत् ज्ञानं कार्यम् इति स्वीकरोति चेत् घटः अपि एकं कारणं भवति खलु? सत्यं. हा, इदानीम् एतद् ज्ञानं कुत्र अस्ति? एतद् ज्ञानम् आत्मनि अस्ति. इदानीं घटः इति पदार्थः बहिः कुत्रापि अस्ति, किन्तु कारणमिति वक्तुम् इच्छामः, सः घटः कार्यस्य अधिकरणे भवेत् खलु? नो चेत् कारणं न भवति इति दृष्टवन्तः खलु? कारणं कार्यादिकरणे भवेत्, पूर्वस्मिन् क्षणे भवेत् इति सर्वं निकषाः. हा, अतः तत्र घटः बहिः कुत्रापि अस्ति, किन्तु सः घटः तत्र आत्मनि भवेत्. इदानीं प्रश्नः, केन सम्बन्धेन तत्र घटः आत्मनि अस्ति इति वक्तुम् इच्छामः चेत् तत्र सम्बन्धः भवेत् खलु? तत् संयोगसम्बन्धः न भवति खलु? हा, अतः तत्र विषयतासम्बन्धेन, विषयितासम्बन्धेन एतत् सर्वं स्वीकृत्य एतादृशप्रयोगः भवति भगिनि. अस्तु महोदय, एतत् सर्वम् अग्रे पश्यामः. किन्तु तत्र समीचीनप्रश्नः, सम्बन्धः किमर्थं? यतोहि तत्र न्यायशास्त्रे सर्वदा तत्र कार्यम् अस्ति, तस्य कारणं किं, कथम् एतत् निरूपय तत्र प्रदर्शितुं शक्नुमः, अपि प्रमाणः कः, एतत् सर्वमेव मुख्यविषयाः. अतः तत्र सम्बन्धस्य महत्त्वमस्ति. सम्बन्धाः अनेके सम्बन्धाः सन्ति चेत् तैः वयं तत्र घटः अस्ति, आत्मा अन्यत्र अस्ति, किन्तु सम्बन्धः एषः सम्बन्धः, अन्यः सम्बन्धः, एतत् स्वीकृत्य घटात् आत्मपर्यन्तं गन्तुं शक्नुमः. अस्तु महोदय, धन्यवादः. हा, अस्तु, समीचीनं भगिनि. हा, अन्य कोऽपि प्रश्नः? अस्तु तर्हि विरमाम, नमस्कारः, धन्यवादः, धन्यवादः, नमस्कारः, धन्यवादः, नमस्कारः, धन्यवादः भगिनि, धन्यवादः, धन्यवादः भगिनि, धन्यवादाः, नमस्कारः। उपेन्द्र महोदय वदतु महोदय। आचार्यजी, दि होम्वर्क् विच् यु हव् गिवेन् आचार्यजी, यु आस्क्ड् अस् टु ड्रा पिक्चर्स् नो आचार्यजी, भूतले घटः नास्ति, यु गेव् सम् पिक्चर्, घटत्वं भूतले नास्ति, वन् पिक्चर् लेखिनी, ऐ डिण्ट् से यु हव् टु ड्रा ओन्ली दोस्, ऐ सेड् यु केन् चूस् एनी टु पदार्थास् अण्ड् यु शुड् जस्ट् से पदार्थ वन् इस् नाट् इन् पदार्थ टु, दट्स् आल्. You don't necessarily have to take Gatatvam, Bhutale, Nasti and so on. You can just pick Padartha 1 is not in Padartha 2. Padartha 1 here. Try to illustrate. You can pick your own Padartha. Acharji, here Padartham is Bhutalam. Gatatvam is Dharma, no Acharji? Everything is Padartha only, no? You know, when I'm just saying Padartha, I'm just saying, I'm just saying something is not in something else. That's all. Take such a vacuum and make a picture. Forget, doesn't matter whether it is Dharma, whether it is Vayuhu, whether it is Karma, doesn't matter. Just pick one. A is not in B. Take such a vacuum and make a picture. Please start with a picture. Don't worry about your choice of A or your choice of B. That's not important. Pick any A, pick any B, but draw the picture. A is not in B. That's the important thing. Even if you just start with the thing that I have given you, please make a picture and then send me a picture. Then we can discuss. If you have not started doing a picture, there is not much to even have as a base for discussion. Start, make a picture. Even if it is wrong, make a picture first and send it to me. Then we can discuss. Acharji, here, if you say picture, according to the textbook, we have to draw a picture. Forget the textbook. I have written there in the description. If it is like Bhutalam Ghataha Bhutale Nasti, if you want to describe that, think of all the things that you can put there. Avachedakata, Adhikaranata, Adeyaha, all the things that you have learned so far, try to put that in the picture. Whether it is there in the textbook or not in the textbook, you are a student, you are learning, you don't have to always, you have your own intelligence. You don't have to copy something that is in the textbook. You have to make your own picture. Even if it is not in the textbook, that is fine. But you make your picture. Yeah, understood, Acharji. The way in which they have shown. That's why I'm saying, make a picture and then we'll discuss. Okay, thank you, Acharji. I don't want to have a discussion. This is like, once a homework is given, you have to make two steps before you can discuss the homework. There is no point discussing the homework endlessly before you even made a step. So please make a step, send me a picture, then we can discuss. Okay, Acharji, I will do it. So Acharji, sorry Acharji. Okay. No. I'm just saying, please do a picture, make a start. Okay. I will put a step courageously. Whether it is right or wrong, you will decide later, Acharji. And try to put all the things. I have told you what all the amshas that have to be there. There has to be avachedakata, adeyata, adhikaranata, all the things that you have learned. Try to see if it is there in the situation. Don't just put gataha bhutale nasti, so gataha and then bhutalam and then put a cross and say, okay, I have made a picture. That's not Nyaya Shastram, right? Oh, right, Acharji. Ghatanishta, Adeyata. So, all this description must be there in the picture. So that, why are we making such a picture? So that next time you see a long sentence that spans a whole page, you should be able to understand what that sentence means. How are you okay. going to understand the sentence if you don't know what picture to have in the mind? So right now, you should start making pictures so that next time you, and you should see what's the connection between the picture and the long sentence. So make the picture, try to think what the long sentence, what sentence describes that picture, and right, then we'll have made progress. Okay? Pushpa okay, Bani, thank you. You started the right thing. Mm. Other questions? I think we did two. I did two quizzes. That one of them was very everything was 100%, but the second one was a little not so good. So yeah. Where do I get the quizzes again if I want to look at it? It's in the same link. I mean, it's in the homework email. But also, if you go to the email, the WhatsApp group, email? Right? No, no, if you're in the WhatsApp group, right? No, you're in the WhatsApp group, right? 2022. Mm. So if you go to the home, the description of the WhatsApp group, you will see a link to the all the homework. There is a web page with a link to all the quizzes. Oh, okay. Got it. Docs, okay. Google document. So, that's the one. Thank that's you. There is a Google document which says quiz 1, homework 1, homework 2, etc. Okay. Homework. Oh, all these homeworks. Okay. And the questions are put in there. Okay. Yes, got it. Okay. Thank you, Bagni. Okay. I couldn't see, hear the end of the class. Where all did you go up to? Did you go up to the page 33? Page 33, we haven't read the last paragraph. We didn't do the last paragraph. And the picture below. So 32. So we stopped at... 32, right? No. Page 33, we stopped at Siddham. So page 33, we didn't do the last... Siddham. Astha. Siddham. Prakashaha. We'll start with that next week. All right. Okay. No, I have studied this and all that, but all those things are not in the mind, na. Bagini, this is like, if somebody wants to be a doctor, they can't read a medical book once, no? I know. You have to read it. I have read even more than this. You know, before. A lot of it. But then I had to give it up because it was a little too much because I wasn't very familiar with speaking in Sanskrit or expressing myself. So I stopped it. Sorry. Oh, by the way, I wanted to ask you, where did Shukuvan Mahodaya taught for a while, right? Is he still teaching? Who? No, right? Is he? Who? Shukuvan Mahodaya? Who? Shukuvan Mahodaya. I think he's still I'm not sure, Bagni. Maybe it's completed. Okay. I'm not sure. Yeah, because he made some more write-ups, I believe, about Nyaya Shastra. Ah, okay. Somebody was telling me. Nehul Madhav Mahadeva was telling me, or I thought it was you also, but I don't know. No, Bagni, I don't know anything about that. So I will find out how I can look up his writings. Because Guru Mahadeva had written a lot, remember? Yes, about Nyaya Shastra, yeah, but he had written, I believe, and he made it easier. That's what he said. So I want to see what that meant. It's true, buddy. Hmm? Yeah, okay, easier buddy. Means huh? what? All right. Okay, thank you. Okay, buddy. Namaste. Sarveve namaskarah. Agrimavarge milamaha. Dhanyavadah. धन्यवाद नमस्कार नमस्ते आचार्य नमस्कार